संयोगनाशात् विभागः अतिरिक्तः वा न वा इत्यस्य चर्चायाम् अधुना वयं कस्य कस्य पदार्थस्य केन केन कारणेन नाशः भवति इति परिशीलयन्तः स्मः. तस्मिन् अस्माभिः परिशीलितं यत् प्रागभावः, क्रिया, द्रव्यं, गुणः, तेषां नाशः भवति एव इति. तर्हि सामान्यविशेषः, समवाय, अभावः एतेषां चतुर्णां नाशः न भवति, किन्तु तेषु अपि प्रागभावः अन्यतमः, तस्य नाशः भवति इति परिशीलितमासीत्. तर्हि सावित्री भगिनी स्मारयति वा प्रागभावस्य नाशः केन कारणेन इति? आं भगिनि, प्रागभावस्य नाशः यदा प्रतियोगी सामग्री समाहारं यदा प्रतियोगिसामग्री सङ्ग्रहः भवति तदा तस्य प्रागभावस्य नाशः भवति. समीचीनं, प्रागभावस्य नाशः तर्हि प्रतियोगिसामग्र्या भवति. अत्र कारणत्वेन प्रतियोगिसामग्री इति अस्ति. ततः अग्रे क्रियानाशः अपि भवति. वर्धिनी भगिनी किञ्चित् वदति वा क्रियानाशः केन कारणेन इति? क्रियानाशः क्रियाया संयोगम् उत्पद्यते. तत्र क्रियया विभागः अस्ति. क्रियानाशः संयोग विभागेन संयोगनाशः. तत्र क्षणपञ्चकव्यापिनी प्रक्रिया इति अस्ति शततमे पुटे एकः प्रकोष्ठः अस्ति. तत्र क्रियातः विभागः, विभागतः संयोगनाशः, संयोगनाशानन्तरं चतुर्थक्षणे किमस्ति? संयोगः भवति. हा, तदनन्तरं संयोगनाशः भवति. तदनन्तरं क्रियानाशः अस्ति. तर्हि क्रियानाशस्य कारणं किम्? क्रियानाशस्य कारणं संयोगः, उत्तरदेशसंयोगः. चतुर्थक्षणे यः नूतनः संयोगः जातः सः एव क्रियानाशस्य कारणमस्ति. इतः अग्रे द्रव्यनाशः केन कारणेन इति सरला भगिनी किञ्चित् वदति वा? द्रव्यनाश समवायिकारणनाशात् अपि असमवायिकारणनाशात् भवति. उदाहरण कपालतादात्म्यसम्बन्धेन स्थित्वा समवायेन घटनिर्माणं करोति. तद् कपालनाशे दण्डेन कपालनाशेन घटनाशः अपि भवति. समवायिकारणनाशात् द्रव्यनाशं भवति. कपालद्वसंयोगः समवेतम् अस्ति. समवायेन घटनिर्माणं करोति. अतः असमवायिकारणं भवति. कपालद्वसंयोगः यदि किञ्चित् लेपेन कपालद्वसंयोगस्य नाशः भवति तद् घटस्य नाशमपि भवति. असमवायिकारणनाशात् द्रव्यनाशं भवति. अस्तु, समीचीनं. कपालद्वयसंयोगः समवायिकारणं, तस्य नाशादपि घटनाशः भवति. किन्तु तदा कपालनाशः भवति वा कपालद्वयसंयोगनाशात्? कपालनाशः न भवति. न भवति. यद्यपि समवायिकारणं यथावत् तिष्ठति तथापि असमवायिकारणनाशेन द्रव्यनाशः भवति. निमित्तकारण द्रव्यनाशस्य कारणं न भवति. हा सम्यक्, तर्हि उदाहरणं ददाति वा? तदुदाहरणमध्ये कुलाल यदि गच्छति तद्यपि घटस्य नाशः न भवति, तस्य निमित्तकारणात् द्रव्यस्य नाशः न भवति. कुलालः निमित्तकारणं द्रव्यं प्रति, कुलालस्य गमनेन अथवा निमित्तकारणस्य नाशेन द्रव्यनाशः न भवति इति कारितम्. समीचीनम्. इतः अग्रे गुणनाशं नाशस्य विषये चिन्तनं कुर्मः. जयन्ती भगिनी किञ्चित् वदति वा तस्य विषये? आं भगिनि, प्रथमतया समवायिकारणनाशात् गुणनाशः भवति. यथा घटे नष्टे तस्य रूपं नष्टं जातं, तर्हि अत्र समवायिकारणनाशः भवति. रूपं प्रति घटः समवायिकारणम्, अतः समवायिकारणस्य नष्टेन रूपस्य नष्टः अपि जातः इति. द्वितीयं कारणम् अस्ति निमित्तकारणम्. अत्र उदाहरणम् अस्ति अपेक्षा बुद्धि इति, यत् आत्मनि भवति, आत्मनि गुणरूपेण भवति. एकत्वं द्वित्वम् इत्यादयः सङ्ख्याः अपि गुणाः द्वित्वं प्रति एकत्वं असमवायिकारणम्. यतोहि समवायिकारणे स्थित्वा समवायेन द्वित्वं जनयति इति कृत्वा एकत्वम् असमवायिकारणम्. परन्तु द्वित्वम् इति ज्ञानम् उत्पादनार्थं मनुष्यस्य मनसि अपेक्षा बुद्धिः इति किमपि अपेक्षिता भवति. अपेक्षा बुद्धिः इत्युक्ते अत्र तस्य मनसि गणनम् इति किमपि कार्यं भवेत् चेदपि चेदेव द्वित्वस्य ज्ञानम् उदेति तस्य मनसि. अपेक्षा बुद्धिः नास्ति चेत् द्वित्वम् इत्यस्य ज्ञानं न उदेति तस्मिन् द्रव्ये. ज्ञानं न उदेति आत्मनि. अतः अत्र अपेक्षा बुद्धिः इति निमित्तकारणं भवति. निमित्तकारणस्य नाशेन गुणनाशनं भवति. इत्युक्ते अत्र द्वित्वस्य विद्यमानमेव न भवति यत्र अपेक्षा बुद्धिः न अस्ति. अनन्तरं तर्हि आहत्य गुणनाशः गुणसमवायिकारणनाशात् अपि च निमित्तकारणनाशात् अपि भवति. हा अस्तु, अनन्तरम् इतोपि एकः अंशः अस्ति. अत्र असमवायिकारणनाशेन गुणनाशः भवति इति न, तदपि वयं दृष्टवन्तः. गुणनाशः पुनः अपरेण कारणेन भवति. अपरं कारणम् अस्ति संस्कारः इति न, समानादिकरणगुणेन भवति. यत्र तेजसंयोगः जातः, तेजसंयोगः तदा जायते यदा तेजस् पाकजेन संयोगः जायते तस्मिन् द्रव्ये गुणनाशः भवति. यथा आम्रफलस्य परिवर्तनं भवति हरितरूपात् पीतरूपम् इति, तत्र पाकजेन भवति गुणनाशः. तस्य रूपस्य नाशः भवति. पुनः अन्यत् उदाहरणम् अस्ति, घृतस्य द्रवत्वम् अपि नश्यते पाकजेन वा तेजससंयोगेन. अतः तदपि कारणं भवति. तत्र समानादिकरणगुणः इति उच्यते. तर्हि तृतीयकारणमस्ति समानादिकरणगुणः इति. समानादिकरणगुणेन अपि गुणनाशः अर्हति इति उदाहरणैः भगिन्या उक्तम् अत्र. तदनन्तरं विशेषतः संस्कारस्य उदाहरणं स्वीकृत्य नूतनतया केनचित् आगतं ते वदन्तु इति संस्कारस्य विषये. केन आगतम्? हरि ओम्. अजित महोदय. तदनन्तरं भारती अस्मि भगिनि. भारती भगिनि, अस्तु. तर्हि अजितमहोदय, गतवर्गे भवान् न आसीत्, तु किञ्चित् वदति वा संस्कारस्य विषये? महोदय भगिनि, हा हा, अस्तु अस्तु, तर्हि चिन्ता नास्ति. तर्हि शृणोतु, तर्हि सावित्री भगिनी, आत्मनि विद्यमानः गुणः संस्कारः केन नश्यति? अस्तु भगिनि, प्रयत्नं करोमि. आत्मनि बहवः गुणाः सन्ति, इच्छा, अन्ये केचन गुणाः अपि सन्ति, परन्तु विशेषतया संस्कारः अपि एकः गुणः अस्ति आत्मनि. तस्य किञ्चित् विशेषता वैशिष्ट्यम् अस्ति. तस्य प्रथमं आनुभविकज्ञानेन प्रथमवारं आत्मनि ज्ञानम् अपि च उद्बोधकं भवति. तदर्थं संस्कारः जायते. पुनः पुनः स्मरणेन संस्कारः दृढः भवति. परन्तु तत् संस्कारः सः संस्कारः कालान्तरेण नश्यति, अपि च रोगात् अथवा चरमेण स्मरणेन अपि नश्यति. यदा संस्कारः पुनः पुनः स्मरणेन न दृढं भवति, तस्य चरमेण स्मरणेन तस्य नाशः अपि भवति. अत्र चरमेण स्मरणेन अत्र स्मरणेन इति वैशिष्ट्यं नास्ति, परन्तु चरमस्मरणेन, चरमम् इति विशिष्टमस्ति अत्र. यदा अन्तिमवारं स्मरणं भवति, तदनन्तरं पुनः न स्मरणं भवति, तस्य उद्बोधकं न भवति. तदर्थम् उद्बोधकस्य अभावात् संस्कारः नष्टः भवति. यतोहि कालः तु साधारणकारणमस्ति तस्य नाशस्य. विशिष्टरूपेण चरमस्मरणं तस्य संस्कारस्य नाशस्य कारणं भवति इति. अस्तु, समीचीनं. सर्वं सम्यक्तया उक्तं भवत्या. कालः अपि कार्यसामान्यं प्रति कारणं, साधारणकारणं. तर्हि संस्कारः अपि कालेन नश्यति रोगेण. शरीरे रोगः भवति चेत् तेन अपि नश्यति. चरमेण स्मरणेन इति उक्तम्, इत्युक्ते अन्तिमस्मरणेन संस्कारः नश्यति. परन्तु उद्बोधकस्य अभावात् नश्यति इति न कदापि वक्तुं शक्नुमः. किमर्थम्? किमर्थं चेत् यदा पुनः पृच्छतु भगिनि, उद्बोधकस्य अभावात् न वक्तुं शक्नुमः किमर्थम् इति वा? सत्यम्, उद्बोधकस्य अभावः संस्कारनाशस्य कारणं नास्ति, विशेषतया चरमेण स्मरणेन इति उक्तं. किमर्थं तथा? उद्बोधकं नास्ति भगिनि, संस्कारं न भवति. संस्कारस्य कारणम् उद्बोधकम् अस्ति. हा, तर्हि उद्बोधकम् इति संस्कारस्य कारणम् इति अवश्यं सत्यं. यदा कदापि उद्बोधकः नेत्रयोः पुरतः वा अथवा इन्द्रियसन्निकर्षः भवति वा तेन सह, तदा संस्कारः जायते इति सत्यम्. अपि च सः उद्बोधकम् अजिज्ञासितं वा जिज्ञासितं भवितुमर्हति इति दृष्टं खलु. तर्हि उद्बोधकं संस्कारस्य कारणम् अवश्यम् अस्तु. उद्बोधकः नास्ति चेत् संस्कारः न भवति एव इति कृत्वा उद्बोधकम् इति संस्कारस्य कारणं. यथा वृक्षः इति, वृक्षं पश्यामश्चेत् वृक्षस्य दर्शनं अपेक्षितं वा अनपेक्षितं वा स्यात्, किन्तु वृक्षं पश्यामश्चेत् तस्य संस्कारः मनसि तिष्ठति. उद्बोधकं कारणं संस्कारस्य, परन्तु उद्बोधकस्य अभावः संस्कारनाशस्य कारणम् इति वक्तुं न शक्नुमः. किमर्थम् इति जयन्ती भगिनी किञ्चित् किं चिन्तनम् इति तत्र? अत्र तु चरमेण स्मरणेन एव संस्कारः नश्यति. बोधक अभावात् स्मरणं नश्यति, न तु संस्कारः. यतोहि संस्कारः स्मरणाय एव. समीचीनम्. स्मरणमेव नास्ति चेत् संस्कारस्य प्रयोजनमेव नास्ति. सम्यक्. तर्हि उद्बोधकस्य अभावात् गच्छता कालेन स्मरणं नश्येत्. क्षम्यताम्, स्मरणं नश्येत्, किन्तु संस्कारः नश्यति इति नास्ति. यतोहि उद्बोधकः न भवति चेदपि कस्यचित् वस्तुनः, कस्यचित् पदार्थस्य वा स्मरणं भवति खलु. कथञ्चित् अकस्मात् कञ्चन मनुष्यं पश्यामि मार्गे, सः सर्वदा मम पुरतः न भवति चेदपि, उद्बोधकत्वेन न भवति चेदपि तस्य स्मरणं तिष्ठति. किन्तु तत् स्मरणं नश्यति चेत् तर्हि संस्कारः अपि नश्यति. परन्तु भगिनी, अत्र उद्बोधकस्य अभावेन संस्कारः नष्टं भवितुम् अर्हति अपि किल? एकं कारणं भवितुम् अर्हति, परन्तु तदेव इति न वक्तुं शक्नुमः. उद्बोधकस्य अभावेन यथा भगिन्या जयन्ती भगिन्या उक्तं, स्मरणं न भवेत् वारं वारम् इति तु सत्यं. स्मरणं न स्यात्, पुनः तमेव मनुष्यं न पश्यामि चेत् तस्य स्मरणं न स्यात् इति तु सत्यं. परन्तु तस्य मनुष्यस्य अन्तिमस्मरणाय उद्बोधकः न आवश्यकः. सत्यम्. एकवारं कमपि पश्यामि कथञ्चित्, अस्तु वारं वारं तु न पश्यामि तमेव, परन्तु तस्य स्मरणं तु भवति मनसि. उद्बोधकः नष्टः, सः मनुष्यः मम नेत्रयोः पुरतः नास्ति, उद्बोधकः नष्टः, स्मरणं नष्टः. भगिनि, भवत्या रीत्या वदामः चेत् यदा स्मरणं भवति तदा उद्बोधकः न, यदा मनुष्यं पश्यामि तदेव उद्बोधकं वा? सत्यं. उद्बोधकः इत्युक्ते सः यः कोऽपि संस्कारं जनयति सः. तदेव यथा भवती उक्तवती इदानीमेव, कमपि न पश्यामि परन्तु स्मरणं भवति, तद् उद्बोधकं नास्ति वा? तदपि संस्कारस्य दृढं भवति, दृढं करोति किल? हा, तदपि स्मरणं दृढं करोति संस्कारं, न तु उद्बोधकः. उद्बोधकेन जायते अवश्यं, प्रथमसंस्कारः उद्बोधकेन एव. परन्तु वारं वारं तस्यैव मनुष्यस्य मम मनसि स्मरणं भवति चेत्, मनुष्यः मम पुरतः नास्ति तथापि भवति चेत् उद्बोधकः नास्ति इति एव खलु? अस्तु, परन्तु उद्बोधकम् इति पारिभाषिकशब्दः अस्ति, परन्तु अत्र तस्य संज्ञा न दत्तं किल? हा हा, न दत्तं, न दत्तम्. उद्बोधकः संस्कारजनकः यः कोऽपि भवतु, वृक्षः, यानं, मनुष्यः. परन्तु अहं रक्षाभगिनी, रक्षाभगिनी इति चिन्तयामि बहुवारम् इति चिन्तयतु, तदा मम मनसि यः संस्कारः अस्ति, भवत्याः वदनस्य शैली वा यत्किमपि भवतु, तस्य इतोपि दृढं भवति खलु मम संस्कारः भवत्याः विषये? तथा नास्ति वा? हा सत्यं भगिनि, परन्तु भवती मम विषये चिन्तयति चेत् मम स्मरणं भवत्याः मनसि इति, मया सह वार्तालापः न प्रचलन् अस्ति, तथापि स्मरति चेत् तर्हि स्मरणमेव अस्ति. इदानीं वार्तालापं कुर्मः, तद् उद्बोधकः इत्युक्ते इन्द्रियसन्निकर्षः, शृणोति, तद् उद्बोधकः. किञ्चित् किञ्चित् भिन्नरीत्या अस्ति संस्कारस्य विषये. उद्बोधकः इति पर्याप्तं, यथा भवती उक्तवती तथैव भवतु, परन्तु यदा स्मरणं दृढं भवति तदेव संस्कारः इति अहं चिन्तितवती. स्मरणेन अपि संस्कारः दृढः भवति, संस्कारस्य नाशः न भवति इति वासना इति खलु? स्मरणेन, स्मरणेन किं ज्ञायते? संस्कारः इतोपि अस्ति मम आत्मनि, अतः वारं वारं स्मरणं भवति. किन्तु श्वः अन्तिमवारं मम स्मरणं कृत्वा भवती विस्मृतवती इति चिन्तयतु. तदा अन्तिमवारं स्मरणाय उद्बोधकः न अपेक्षितः. एवमेव स्मरणम् आगतम् अन्तिमवारं, तदनन्तरं न स्मृतवती. इत्युक्ते चरमं स्मरणं जातं, तदनन्तरं पुनः स्मरणं न जातम् इत्यस्य अर्थः अस्ति संस्कारः गतः इति तथा ते वदन्ति. अत्र किञ्चित् कष्टमस्ति, संस्कारस्य डेफिनिशन् न दत्तमस्ति, उद्बोधकस्य डेफिनिशन् न दत्तम्. सत्यं सत्यं सत्यम्, उद्बोधकस्य डेफिनिशन् नास्ति, केवलं महोदयेन उक्तं कथं वा जायते इति चरमेण स्मरणेन. अस्तु, तदेव अस्ति. नूतनतया केन आगतम्? अहं लक्ष्मी अस्मि भगिनी, क्षम्यताम्. चिन्ता नास्ति भगिनी. इन्द्रियसन्निकर्ष इत्युक्ते अर्थः कः? इत्युक्ते इन्द्रियैः सह सम्पर्कः. वृक्षं पश्यति चेत् नेत्रमिति इन्द्रियः, तेन सह सम्पर्कः भवति वृक्षस्य इति अवगतं वा वर्धिनि? अस्तु अस्तु, तर्हि भवती एव अग्रे पठतु संक्षेपतश्च गुणनाशः समवायिकारणनाशात् निमित्तकारणनाशात् समानाधिकरणगुणान्तरेण कालेन रोगेण चर्मस्मरणेन वा भवति इति आगतम्. विभागसाधनाय खलु अस्माभिः प्रवृत्तं, कः लाभः अस्य विवरणस्य? वक्ष्यमाण अनुमाने विभागसाधके विवरणसौकर्यं भविष्यति, किम् अनुमानम् उच्यते? उच्यतां भगिनि. गुणनाशः समवायिकारणनाशात् निमित्तकारणनाशात् समानाधिकरणगुणान्तरेण कालेन रोगेण चर्मस्मरणेन वा भवति इति आगतम्. यदा उक्तं गुणनाशः समवायकारणनाशात् निमित्तकारणनाशात् समानाधिकरणगुणान्तरेण कालेन रोगेण चरमस्मरणेन भवति इति आगतम्. इदं तु इदानीं वयं चर्चितवन्तः आरम्भे एव कस्य कस्य नाशः केन केन इति. अस्तु, कालः कालः इति सर्वेषां कारणं, साधारणं कारणं, कार्यसामान्यं प्रति कारणम् इति उच्यते. केवलं संस्कारस्य नाशस्य कारणमिति न, कालः सर्वस्य कारणम्. तर्हि रोगेण चरमस्मरणेन इति संस्कारस्य विषयः विशिष्टतया. अपरेषां गुणानां तु समवायिकारणनाशात् निमित्तकारणनाशात् वा समानाधिकरणगुणनाशात् गुणनाशात् वा भगिनि गुणेन. ओ सम्यक्, क्षम्यतां, गुणान्तरेण. हा सत्यं सत्यं, समानाधिकरणगुणेन. अस्तु, अग्रे भगिनि. विभागसाधनाय खलु अस्माभिः प्रवृत्तं विभागसाधनाय. कः लाभः अस्य विवरणस्य? वक्ष्यमाण अनुमाने विभागसाधके विवरणसौकर्यं भविष्यति. विभागसाधनाय खलु अस्माभिः प्रवृत्तम् इत्युक्ते इत्युक्ते अत्र विभागस्य चर्चा अभवत्. अस्तु, चर्चायां संयोगनाशको गुणो विभागः इति उक्तम्. तत्र एकः पक्षः वदति यत् संयोगनाशः इति अन्यतमः पदार्थः, विभागः इति अपरः पदार्थः. संयोगनाशः इत्युक्ते प्रध्वंसाभावः, विभागः इति गुणः, भावपदार्थः इति एकः पक्षः तथा वदति. तद्विरुद्धपक्षः किं वदति? संयोगनाशः एव विभागः इति वदति खलु, तत्र भेदः नास्ति उभयोः मध्ये इति किल इति पूर्वपक्षिणः वदन्ति. संयोगनाशः विभागः भेदः इति प्रथमतया. अपरे संयोगः विभागः अतिरिक्तम् इति. संयोगनाशः अपि च विभागः अतिरिक्तौ न स्तः, समानौ एव इति एकः पक्षः वदति. तदा अस्य चर्चा आरब्धा, इत्युक्ते कस्य कस्य नाशः केन केन इति. तदर्थमेव अत्र उक्तं विभागसाधनाय खलु अस्माभिः प्रवृत्तं. कस्य नाशः केन इत्यस्य चर्चा तदा जाता यतोहि विभागः अन्यतमः गुणः, अन्यतमः पदार्थः अस्ति वा संयोगनाशः अपरः अस्ति वा इति परिशीलयितुं. बुद्ध समानकाले उत्पत्तिः इति पूर्वपक्षी विभाग उत्पत्तिक्षणे पूर्वसंयोगध्वंसस्य अपि सत्यं सत्यं तत् भावना अस्ति सत्यम् इति पूर्वपक्षी वदति. परन्तु अस्माभिः परिशीलनीयम् अस्ति विभागः इति अन्यतमः गुणः वा न. तदर्थम् एव इयं चर्चा प्रवृत्ता अस्ति. अस्तु, अग्रे कः लाभः? अनुमान वक्ष्यमाण अनुमाने विभागसाधके विवरणसौकर्यं भविष्यति. इत्युक्ते एकम् अनुमानं क्रियते अग्रे. अस्तु, किं तत् अनुमानम् इति अग्रे अग्रे वक्ष्यते. सत्यं सत्यम्, अग्रे वक्ष्यते अनुमानं किम् इति. तदा अनुमानस्य विवरणाय इदं सर्वं ज्ञानं यदस्माभिः परिशीलितं, कस्य नाशः केन कारणेन, तस्य प्रयोजनं भवति. अस्तु, समीचीनमस्ति. तर्हि अग्रे सरला भगिनी पठति वा? आं भगिनि. आश्रयनाशजन्यगुणनाश समानाधिकरणगुणजन्य आशनाशजन्यगुणनाशत्वात् पाकजरूपनाशवत्. दृष्टान्ते तादृशसमानाधिकरणगुण तेजसंयोग तथा च क्रिया ततः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगः ततः क्रियानाशः इति वैशिष्टिकप्रक्रियायां विभागकल्पनं समर्थितं भवति. आश्रयनाशाजन्य तत्र संयोगनाशः इति तदर्थं समानाधिकरणगुणान् अन्तरम् आवश्यकं. सगुण एव विभाग इति विशेषकोटिक्रम परिशिष्टात् अवगन्तव्य. अस्यापि विभागस्य विभागः इति कश्चित् अस्ति विवादास्पदः प्रकारः समुक्तावल्यादौ अवगन्तव्य. अस्य विषये करपत्रं पठनीयं भवति. अस्तु, प्रथमवाक्यं यदस्ति तद् अनुमानम् अस्ति. अनुमानस्य स्वरूपं किम् इति अग्रे करपत्रस्य पठनेन स्पष्टं भवति. तर्हि करपत्रं पठति वा भगिनि? करपत्रे प्रथमपरिच्छेदः. अनुमानप्रमाणं विभागः. अनुमानप्रमाणं विभागः अतिरिक्तगुणः. अनुमाने विभाग गुणः अस्ति, विभिन्नगुणः अस्ति. विभागसाधकम् अनुमानं किम् इति चेत् आश्रयनाशाजन्यगुणनाश समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत्. घटपटयोगः इति स्थितौ घटपटात् विभक्त, अनेन च घटपटयोः संयोगः नष्टः. आश्रयनाशजन्यगुणनाशः इत्यनेन आश्रयनाशेन अजन्यगुणनाशः. अत्र गुण इत्युक्तौ संयोगः, आश्रयः इत्युक्तौ घटः पटः च. अस्मिन् दृष्टान्ते न घटः नष्टः न वा पटः, किन्तु घटपटयोः संयोगः नष्टः. अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिद्ध्यति. अत्र संयोगनाशः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाशजन्यगुणनाशः. एकं स्पष्टीकरोमि, अत्र आश्रयनाशाजन्यगुणनाशः इति पदम्. आश्रयनाशः तस्मात् अजन्यः, जन्यः इति न, अजन्यः, अजन्यगुणनाश. आश्रयस्य नाशेन अजन्यगुणनाश, आश्रयनाशेन अजन्यगुणनाशः इति. सत्यं. भगिनि, अजन्यगुणनाश इत्युक्ते किं? जन्यगुणनाश आश्रयस्य नाशेन गुण यदि उदेति तस्य अजन्यमिन् गुण न उत्पद्यति. अजन्य, सत्यम्, अजन्यः इत्युक्ते न उदेति. तर्हि कस्मिन् कस्यां स्थित्यां न उदेति इति अग्रे अस्ति उदाहरणत्वेन लिखितं. भवती पठति चेत् तस्य विवरणं ददाति. घटपटयोः संयोग इति स्थितौ घटपटात् विभक्त अनेन च घटपटो पटयोः संयोगः नष्ट. यदि घटपटयोः पूर्वं संयोग अस्ति इति यदि किञ्चित् क्रियावशात् कारणं घटपटात् विभक्त भवति तस्य कारणे घटपटयोः संयोगः नष्टः भवति. तत् अस्ति आशयनाशाजन्यगुणनाश इत्यनेन आशयनाशेन अजन्यगुणनाश इत्युक्तौ गुणः इत्युक्तोः संयोगः. अत्र गुण अस्ति संयोग घटपटयोः संयोगः. आश्रय अस्ति घट अपि पटः द्वौ संयोगगुणस्य आश्रयः अस्ति. अस्मिन् दृष्टान्ते यदि घटपटात् विभक्तः भवति संयोगः नष्टः भवति. संयोगगुणस्य नष्टः भवति किन्तु तस्य आश्रय घट वा पट तस्य नश्यं न भवति. अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाश इति पदार्थ सिद्धति. सर्वजनसिद्धप्रत्ययेन मीन्स् अनुभव प्रतीति यदि भवति संयोगनाशस्य प्रतीति यदि भवति इति सिद्ध्यति. अनुभवेन अस्माकम् अनुभवः भवति खलु संयोगनाशः इति नाश. आम् सः आनुभविकप्रत्ययः आनुभविकं ज्ञानं सर्वजनसिद्धप्रत्ययः इति सिद्ध्यति. अत्र संयोगनाश आशयनाशेन न जातः इति कृत्वा आशयनाशाजन्यगुणनाश. यदि संयोगनाश भवति किन्तु आशयस्य नाश न भवति तस्य संज्ञा अस्ति आशयनाशाजन्यगुणनाश. हा आश्रय नाशाजन्यगुणनाशः इत्युक्ते आश्रयौ अत्र यथावत् सः घटः पटः आश्रयस्य नाशः न जातः परन्तु संयोगस्य नाशः तु जातः. अतः सः संयोगनाशः आश्रयनाशात् जन्यः नास्ति. आश्रयनाशात् अजन्यः अजन्यः यतोहि तस्य कारणम् आश्रयनाशः इति नास्ति अनुमानस्य. भगिनी पुनः वदतु संयोगस्य नाशकारणम् आशयनाश नास्ति. आशयस्य नाशं नास्ति अनुमानं भवति. अनुमानं तु एतत् सम्पूर्णं वाक्यमेव अनुमानम् आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति सम्पूर्णवाक्यम् अनुमानम् अस्ति. भवती यद् इदानीं विवरणं दत्तवती यस्य तत् केवलं प्रथमपदस्य आशयनाशेन अज इदानीं स्पष्टमस्ति. अहं भ्रमम् अस्ति अजन्यगुणनाश कथं भवति. अस्तु इत्युक्ते अनेन कारणेन अजन्यः प्रथमतया गुणनाशः जातः इति कृत्वा जन्यः एव इति तु सत्यं. किन्तु अजन्यः इति पदं विशेषतया तस्य सम्बन्धः आश्रयनाशेन सह अस्ति. तर्हि आश्रयनाशेन अजन्यः एषः गुणनाशः संयोगस्य नाशः इति अवगन्तुं शक्यते. अस्तु अस्तु जयन्ती भगिनि अग्रे. अत्र च व्यस्तप्रयोगे आश्रयनाशेन अजन्यगुणनाशः आश्रयनाशात् अजन्यगुणनाशः द्वयमपि साधु. किन्तु समासप्रसङ्गे यतोहि हेतु तृतीयतत्पुरुषः न भवति. हेतुपञ्चमे तत्पुरुषसमासः च भवति. अतः अत्र हेतुपञ्चमे तत्पुरुषसमासः विग्रहवाक्यं च आश्रयनाशात् अजन्यगुणनाशः. कारणविवक्षायां या तृतीया भवति तया तृतीयया तत्पुरुषसमासः न भवति. व्यस्तप्रयोगे किन्तु भवति अवश्यम्. अत्र प्रथमपदस्य किञ्चित् विवरणं दीयते. आश्रयनाशाजन्यगुणनाशः इति तस्य विग्रहवाक्यं द्वयं वाक्यं द्वे भवितुम् अर्हतः. प्रथमं तु आश्रयनाशेन आश्रयनाशेन अजन्यगुणनाशः, द्वितीयम् आश्रयनाशात् अजन्यगुणनाशः इति. आश्रयनाशेन अजन्यगुणनाशः इति तृतीयतत्पुरुषसमासस्य विग्रहवाक्यं. परन्तु अत्र कारणस्य विवक्षा अस्ति चेदेव तत्र तृतीयायाः प्रयोगः भवति. विपरीतं वा? सम्यक्तया न अवगतं. न चिन्ता नास्ति भगिनि, अन्तिमवाक्यं पठतु, प्रायः तदा स्पष्टं भवति. कारणविवक्षायां या तृतीया भवति तया तृतीयया तत्पुरुषसमासः न भवति. इत्युक्ते अत्र आश्रयनाशेन अजन्यगुणनाशः इति वदामश्चेत् तत्र भिन्न अर्थः भवति. इत्युक्ते द्रव्यस्य नाशेन नाशः जायते, तस्मात् गुणनाशः न भवति इति आयाति खलु भगिनी? परन्तु तत्र अर्थस्य विवक्षा तत् न. इत्युक्ते आश्रयनाशेन इति कारणविवक्षायाम् उक्तम्. इत्युक्ते एकं कारणम् अपरस्य इति तादृशविवक्षा यत्र भवति तत्र पञ्चमी तत्पुरुष उचितम् इति. तदेव मया उक्तं खलु भगिनि, यत्र कारणस्य विवक्षा अस्ति एतस्मात् अन्यद् भवति इति आयाति, तत्रैव तत्र पञ्चम्याः पञ्चमी तत्पुरुषसमासस्य विग्रहवाक्यं भवति, न तु तृतीयायाः. सत्यं सत्यं. तर्हि हेतुपञ्चमी तत्पुरुषसमासः इत्युक्ते पञ्चमी तत्पुरुषसमासः. यद्यपि विग्रहवाक्य अथवा व्यस्तप्रयोगः अर्हः, आश्रयनाशेन अजन्यगुणः इति व्यस्तप्रयोगः अर्हः, परन्तु एतत्तु पञ्चमी तत्पुरुषसमासः. तावदेव तावदेव उक्तं. तृतीया तत्पुरुष व्यस्तप्रयोगे अर्थं किं? व्यस्तप्रयोगः इत्युक्ते विग्रहवाक्यं यथा भगिनी उक्तवती, पृथक् कृत्वा वदनं. तावदेव तृतीया तत्पुरुषसमासः प्रायः तत्र भवति यत्र क्तान्तप्रत्ययस्य प्रयोगः भवति. इत्युक्ते व्याघ्रेण हतः तादृशः. अत्र तु क्तान्तपदस्य नास्ति, नाशः इति अस्ति. तर्हि अपि च हेतुः इति दृश्यते, तदर्थं पञ्चमी तत्पुरुष. परन्तु सामान्यतया आश्रयनाशेन अजन्यगुणनाशः इति वदनेन अपि अर्थः ज्ञायते खलु भगिनी? व्यस्तप्रयोगे समीचीनं भगिनि, व्यस्तप्रयोगे समीचीनमेव भगिनि. व्यस्तप्रयोगे भवति किन्तु तृतीया तत्पुरुषसमासः इति न वक्तुं शक्नुमः समासनियमानुसारं, तावदेव. यतोहि तत्र कारणविवक्षा अस्ति तस्मात्. सत्यं. अस्तु समीचीनम्. अग्रे अजितः महोदय पठति वा? आं भगिनि. अत्र च व्यस्तप्रयोगे आश्रयनाशेन अजन्यगुणनाशः आश्रयनाशात् अजन्यगुणनाशः द्वयमपि साधु. किन्तु समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः उद्देश्यविधेयभावः समानाधिकरणगुणजन्यः गुणनाशः समानाधिकरणगुणेन जन्यगुणनाशः समानाधिकरणगुणेन जन्यसंयोगनाशः समानाधिकरणगुणः इति विभागः संयोगनाशः घटे पटे च विभागः अपि तथा घटे पटे इत्यस्मात् विभागसंयोगनाशौ समानाधिकरणौ इत्युक्ते समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः. उद्देश्यविधेयभावः समानाधिकरणगुणजन्यः गुणनाशः समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः इत्युक्ते उद्देशविधेयभावः इति अस्ति, जानाति वा? तत्र मयापि किञ्चित् यः पठितं, भाषापाकः इति पुस्तकमस्ति किल, हेगडे महोदयस्य, तस्मिन् पुटद्वयमेव अस्ति अस्य विषये. पुस्तकमस्ति चेत् किञ्चित् पठितुं शक्नुवन्ति गृहे, किन्तु स्थूलरीत्या वदामि. हा वदतु महोदय. पुस्तकमस्ति इदानीं पठति वा अथवा? न न न, चिन्ता नास्ति, केवलम् उद्देशविधेयभावः कः इति. अस्तु. उद्देशविधेयभावः विशेषभाववत् अस्ति. उन्नतः बालकः इति यदा वदामः, उन्नतः इति विशेषणं, बालकः इति विशेष्यं खलु, इति विशेषणविशेषभावः. एषः मम मित्रम् इति वदामश्चेत् तत्र उद्देशविधेयभावः. एषः कोऽपि अस्ति, एषः सः कोऽपि अस्ति, तस्मिन् मित्रत्वम् इति विधेयः भवति. एतम् उद्दिश्य तस्मिन् मित्रत्वं विधेयं भवति इति उद्देशविधेयभावः. इत्युक्ते एषः मम मित्रमिति वदति चेत् एषः तस्य विषये किमपि वदति अग्रे, किं वदति? मम मित्रम्. तादृशः उद्देशविधेयभावः. तर्हि उद्देशविधेयभावः, एषः मम मित्रम् इत्यस्मिन् एषः अपि च मित्रम् उभयोः किञ्चित् विशेषणविशेषभाववत् सम्बन्धः अस्ति इति चिन्तयितुं शक्नुमः. यद्यपि मित्रमिति नपुंसकम्, एषः इति पुल्लिङ्गमिति तथा अस्ति, तथापि किञ्चित् तादृशसम्बन्धः अस्ति इति चिन्तयितुं शक्नुमः. एषः विशेष, मम मित्रं भवति विशेषणम्. हा, वस्तुतः मित्रत्वम् इति विधीयते कस्मिन्? एतस्मिन्. एषः इत्यनेन यः कोऽपि उद्दिष्टः उद्दिश्यः भवति तस्मिन् मित्रत्वं विधीयते. तर्हि किञ्चित् औन्नत्यं बालके इति यथा तथा मित्रत्वम् एतस्मिन् पुरुषे इति चिन्तयति स्थूलरीत्या, यद्यपि तत्र लिङ्गवचनसाम्यम् इति किमपि नास्ति तथा तथा एव अत्रापि उद्देशविधेयभावः, एकः उद्देशः अपरः विधेयः। तर्हि अजितमहोदय तस्य आधारेण अधुना किञ्चित् वदति वा? प्रयत्नं करोमि। समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः इत्युक्ते गुणनाशं विधीयते समानाधिकरणगुणजन्य समानाधिकरणगुणजन्यः इति विधेयः इति विधीयते कम् उद्दिश्य विधीयते आश्रयनाशाजन्यगुणनाशः आश्रयनाशाजन्यगुणनाशम् उद्दिश्य समानाधिकरणगुणजन्यः जन्यत्वं विधीयते इति वक्तुं शक्नुमः। किन्तु अत्र गुणनाशं कथं विधीयते तद् अहं इदानीम् उपरितनवाक्यं पश्यतु, मूलवाक्यं यदासि तस्मिन् प्रथमपदं किम्? आश्रयनाशाजन्यगुणनाशः इति प्रथमपदं, तत्र द्वितीयपदं किमस्ति? समानाधिकरणगुणजन्यः। तयोः मध्ये उद्देशविधेयभावः अस्ति इति उक्तम्। अस्तु, उद्देशविधेयभावं विशेषणविशेष्यभावरीत्या चिन्तयामश्चेत् समानाधिकरणगुणजन्यः इति विधेयः विशेषणवत् भवति तावदेव। अस्तु, अवगतम्? अवगतम्। तदर्थमेव अत्र उक्तं समानाधिकरणगुणजन्यः गुणनाशः, तत्र विशेषणविशेषभाववत् भाति खलु? अवगतम् इत्युक्ते अहं तत्र विशेषणविशेषभावम् उद्देश्य विधेयभावं तद् अवगच्छामि, किन्तु किमर्थं तत् उक्तम् इति अहं किमर्थम् इत्युक्ते तत्र एकपदे गुणनाशः खलु, आश्रयनाशजन्यगुणनाशः, द्वितीयपदे गुणजन्यः। समीचीनं। तर्हि एकस्मिन् पदे गुणनाशः इति यदुक्तं सः संयोगनाशः इति चिन्तयतु, घटपटयोः संयोगः नष्टः खलु, तादृशसंयोगनाशः। द्वितीयपदं यदस्ति समानाधिकरणगुणजन्यः, तर्हि जन्यः इत्युक्ते संयोगनाशः, सः जायते केन कारणेन? अपरेण गुणेन इति। सः गुणः कः इति अग्रे उच्यते, समानाधिकरणे अपरः गुणः अस्ति। अस्तु, समानाधिकरणगुणेन जन्यगुणनाशः, समानाधिकरणगुणेन जन्यसंयोगनाशः, तत् समानमेव। तत्र संयोगनाशः इत्युक्ते गुणनाशः इति चिन्तयतु खलु? समानाधिकरणगुणः इति विभागः, समानाधिकरणगुणः इति विभागः इत्युक्ते तद् संयोगनाशेन समानाधिकरणगुणः जन्यसंयोगनाशः चेत् तद् विभागः इति अर्थः। अधुना समानाधिकरणगुणः इति उक्तं खलु समानाधिकरणम् इत्युक्ते कस्यचित् अधिकरणम् अस्ति तस्मिन् समाने अधिकरणे अन्यत् किमपि अस्ति इति. आमां हा तर्हि इदानीं चिन्तयतु संयोगनाशः इति कुत्रचित् अस्ति तस्मिन् एव अधिकरणे संयोगनाशस्य अधिकरणे एव कः अस्ति गुणः अपि अस्ति सः गुणः कः भवता उक्तमेव सः गुणः विभागः विभागः अस्तु समीचीनं तावदेव अस्ति अस्तु संयोगनाशः नाशः घटे पटे च विभागः अपि तथा घटे पटे इत्यस्मात् विभागसंयोगनाशौ समानाधिकरणौ तत्र संयोगनाशस्य अधिकरणम् अस्ति अधिकरणौ अस्ति घटे पट घटः पटः च तथैव विभागनाश विभागस्य अपि अधिकरणम् अस्ति घटः पटः च इत्यस्मात् न तथा नास्ति संयोगनाशः आम् विभागः अपि घटे पटे अस्ति संयोगनाशः अपि घटे पटे अस्ति तदर्थं विभागसंयोगनाशौ समानाधिकरणौ इति वक्तुं शक्नुमः समीचीनं तर्हि आहत्य समानाधिकरणगुणजन्यः इत्यस्मिन् वाक्ये समानाधिकरणगुणः कः विभागः विभागः जन्यः कः जन्यः इत्युक्ते संयोगः संयोगनाशः संयोगनाशः संयोगनाशः जन्यः जायते समानाधिकरणे केन कारणेन समानाधिकरणगुणेन इत्युक्ते विभागेन इति बुद्धं वा यथा पञ्चक्रिया वयं पठितवन्तः द्वितीयशने विभागवती तृतीयशने सत्यं तस्यां दिशि ते गच्छन्तः सन्ति तद् साधयितुं समानाधिकरणगुणः विभागः तेन कारणेन गुणनाशः जन्यः क्षम्यतां भगिनि मया किञ्चित् क्लेशः भवति वदतु भगिनि जन्यगुणनाशः इत्युक्ते जन्यगुणस्य नाशः इति न अस्तु गुणनाशः जन्यः इति तादृश सत्यं समानाधिकरणगुणेन जन्यः संयोगनाशः इति तस्मात् संयोगनाशः जन्यः इति भवति गुणनाशः एव संयोगनाशः गुण इत्यस्य स्थाने प्रथमतया गुणनाशः इत्यस्मिन् वाक्ये अथवा पदे गुणः इत्यस्य स्थाने संयोगं स्थापयतु यत्र गुणनाशः इत्यस्य वार्ता अस्ति तत्र संयोगनाशः इति एव सः संयोगनाशः केन जन्यः समानाधिकरणगुणेन जन्यः अतः समानाधिकरणगुणजन्यः इति उच्यते अस्तु किन्तु कथं जानीमः जन्यगुणनाशः इति तस्य पदस्य विग्रहवाक्यं गुणनाशः जन्यः अथवा जन्यगुणस्य नाशः इति कथं तस्य विग्रहं कर्तुं जन्यगुणनाशः जन्यगुणस्य नाशः इति खलु अस्माकं प्रसङ्गे जन्यस्य गुणस्य नाशः इति षष्टितत्पुरुषसमासः जन्यः गुणनाशः इति कर्मधारय, तत्र विशेषणविशेषभावः विद्यते. अस्मिन् प्रसङ्गे अस्माकं मूलवाक्ये किमस्ति? समानादिकरणगुणजन्यः. तत्र समानादिकरणगुणेन जन्यः इति भवति खलु विग्रहवाक्यम्? समानादिकरणगुणेन जन्यः कः इति प्रश्ने उदिते सति सः जन्यः गुणनाशः. सः गुणः कः यः नश्यति? संयोगः. तथा अवगतम्? कठिनमस्ति भगिनि. काठिन्यं नास्ति, केवलं चिन्तयतु समानादिकरणगुणेन जन्यः कः इति प्रश्नः, तावदेव. इदानीं स्पष्टमस्ति? अस्तु अस्तु, स्पष्टमस्ति. इदानीं पूर्वस्मिन् पदे पदेन अन्वयं कुर्मः चेत् आश्रयनाशाजन्यगुणनाशः समानादिकरणगुणजन्यः. आश्रयनाशाजन्यगुणनाशः, आश्रयनाशात् यत् गुणनाशः न अभवत् तत् समानादिकरणगुणेन समानादिकरणगुणेन जातः नाशः भवति जन्यना. भवती यद् उक्तवती आरम्भे तत् समीचीनमासीत्. आश्रयनाशेन यः गुणनाशः न जायते सः आश्रयनाशाजन्यगुणनाशः. तर्हि आश्रयनाशाजन्यगुणनाशः तर्हि केन जायते? समानादिकरणगुणेन जायते. आश्रयनाशात् न जातः, परन्तु केन कारणेन जातः? समानादिकरणगुणेन जातः. अतः सः गुणनाशः अथवा संयोगनाशः समानादिकरणगुणजन्यः. बुद्धं वा लक्ष्मी भगिनी? बुद्धं भगिनी, धन्यवादः. अस्तु अस्तु तर्हि अग्रे भारती भगिनी किञ्चित् पठति वा? भारती भगिनी अस्ति किम्? लक्ष्मी भगिनी एव तर्हि पठतु. अस्तु. यथा घटे श्यामरूपं तेजः संयोगः च इमौ द्वौ गुणौ समानादिकरणौ, तेजकसंयोगेन च घटे विद्यमानश्यामरूपस्य नाशः जायते, अतः श्यामरूपनाशः समानादिकरणगुणजन्यः. तद्वृते द्रवत्वं, धृते तेजकसंयोगः आनीयते चेत् द्रवत्वं तेजकसंयोगः च इमौ समानादिकरणौ, तेजकसंयोगेन च धृते विद्यमानद्रवत्वरूपनाशः जायते, अतः द्रवत्वनाशः समानादिकरणगुणजन्यः. अस्तु. अत्र अन्य उदाहरणानि सन्ति. समानादिकरण गुणेन अन्यगुणस्य नाशः कथं भवति इति. सो यथा घटे श्यामरूपं तेजकसंयोगः च इमौ द्वौ गुणौ समानादिकरणौ. घटे अस्तु, घटे श्यामरूपम् अस्ति, अपि च घटे घटः तेजकस्य संयोगः अपि अस्ति. संयोगः श्यामरूपं द्वौ अपि समानाधिकरणौ. इदानीं तेजकसंयोगेन च घटे विद्यमानश्यामरूपस्य नाशः जायते, तत्तु समीचीनं किल? नाशः घटे विद्यमान श्यामरूपं इदानीं नश्यते, अतः श्यामरूपनाशः समानादिकरणगुणजन्यः. तेजकसंयोगेन अथवा समानादिकरण गुणेन श्यामरूपस्य नाशः भवति. यत्र श्यामरूप अपि पूर्वं समानादिकरणे घटे विद्यमान विद्यमाना आसीत्. समीचीनं भगिनि, तथा एव अस्ति इति अवगतम् इति भाति. श्यामरूपम् अपि च तेजसंयोगः, तत्र किमपि ध्वनिः आगच्छति, किमर्थमिति न जाने. केनचित् किमपि कृतं वा? डयल् टोन् इव आगच्छति. ओ अस्तु, न जानामि, परन्तु तथा भाति. अस्तु, पश्यामः तर्हि. अस्तु लक्ष्मी भगिनि, तर्हि श्यामरूपम् इति गुणः अस्तु, तस्य समानादिकरणगुणः अस्ति किम्? संयोगः, तेजसंयोगः, विद्यमानसंयोगः, घटतेजमध्ये विद्यमानसंयोगः. हा समीचीनं, तर्हि श्यामरूपं तेजसंयोगः इति समानादिकरणगुणौ खलु. आम्. श्यामरूपस्य नाशः जातः केन? तेजसंयोगात्, घटस्य तेजसंयोगात्, घटपट घटतेजयोः मध्ये संयोगात् नाशः, अतः एव समानादिकरणगुणजन्यः इति उच्यते तावदेव. अस्माकं मूलवाक्ये समानादिकरणगुणजन्यः कः? संयोगनाशः इति अवगन्तव्यम्. अग्रे तद्वत् धृते द्रवत्वं, द्रवत्वमिति अन्यगुणः. यदि इदानीं तेजसंयोगः धृते तेजसंयोगः आनीयते चेत् द्रवत्वं तेजसंयोगश्च इमौ समानादिकरणौ. द्रवत्वम् अपि च धृते विद्यमानद्रवत्वं संयोग तेजेन संयोगः द्वयोपि समानादिकरणौ. तेजेन संयोगेन धृते विद्यमानद्रवत्वरूपनाशः जायते. पुनः संयोग पुनः समानादिकरणगुणजन्यः समानादि तेजः संयोगः इति समानादिकरणगुणजन्यः द्रवत्वरूपनाशस्य कारणं भवति. सत्यम्. अतः द्रवनाशः, अतः द्रवत्वनाशः समानादिकरणगुणजन्यः. अस्तु समीचीनं, तर्हि अग्रिमवाक्यमपि भवती एव पठतु. अस्तु, अत्र प्रकृते आश्रयनाशाजन्यगुणनाशः समानादिकरणगुणजन्यः. आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानस्य स्वरूपम्. अनुमानवाक्यस्य च चत्वारः भागाः, पक्षः, साध्यं, हेतुः, दृष्टान्तः. अस्तु, पुस्तकस्य वाक्यमस्ति आश्रयनाशाजन्यगुणनाशः समानादिकरणगुणजन्यः. आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत्. कण्ठशः पठामः चेत् आश्रयनाशाजन्यगुणनाशः. आश्रयनाशात् यः गुणः न नश्यति, यस्मात् आश्रयनाशात् गुणनाशः यः गुणनाशः न उदेति, यः गुणः यस्य गुणस्य नाशः न भवति, सः एव गुणः समानादिकरणगुणेन नाशः भवति. सम्यक्, बहु समीचीनम् इति अवगतं भवत्या. आम्. अपि च आश्रयनाशाजन्यगुणनाशत्वात् परिशीलयामः अग्रे. अस्तु अस्तु, पाकजरूपनाशवत्. पाकजरूपनाशः, अहं चिन्तयामि यत् पूर्वं तेजसंयोगः इति कारणमस्ति, तस्य परिशीलनं, तस्य संक्षेपेण तस्य पदं यथा. सत्यं सत्यं, यथा तेजसंयोगः इति आसीत् तद्वत् अस्ति पाकजरूपनाशवत्. इति अनुमानस्य स्वरूपं. तर्हि अनुमानवाक्यस्य चत्वारः भागाः के के? अनुमानवाक्यस्य चत्वारः भागः पक्षः, साध्यं, केतुः, दृष्टान्तः. अस्तु, ऐ मीन् साध्यम् इत्युक्ते किं साधनीयम् इति अहं चिन्तयामि. भगिनी एक प्रश्न स्पष्टीकरणात्, इमौ द्वौ गुणौ समानाधिकरणौ मीन्स् रूपस्य तेजत् संयोगस्य द्वयोः समानाधिकरणं घटं रै सत्यम् इति सत्यं सत्यं तथैव. किन्तु समानाधिकरण गुणजन्य तत्र समानाधिकरणे गुणे इति विभागगुण अस्ति र जन्यगुण अस्ति संयोगनाश संयोगः तस्य समानाधिकरणगुणविभागः तेन समानाधिकरणगुणेन जन्यः संयोगनाशः संयोगनाशः. सावित्री भगिनी तथैव किञ्चित् अपि नास्ति. अस्तु तर्हि अग्रे भवती एव पठतु. अहं वा भगिनि? भवत्याः क्रमः. अनुमानस्य बोधनार्थं पर्वतः वह्निमान् धूमात् यथा महानसम् इति वाक्यं परिशीलयाम. पर्वतः पक्षः, यत्र साधयितुम् इच्छामः सः पक्षः इत्युक्ते पर्वते साधयितुम् इच्छामः. किं साधयितुम् इच्छामः? वह्नि साधयितुम् इच्छामः. तदर्थं वह्निः साध्यः. वह्नि साधयितुम् इच्छामः कुत्र? पर्वतरूपी पक्षे, पर्वतः पक्षः. अधुना धूमः हेतुः, कारणं, यथा महानसम् इति दृष्टान्तः. महानसम् इत्युक्तौ पाकशालाः. महानसे धूमः अस्ति चेत् वह्निः अस्ति एव इति अस्माकम् अनुभवः. तदर्थं दृष्टान्तत्वेन उपयुज्यते. आहत्य धूमः अस्ति अतः वह्निः अपि अस्ति यथा महानसे इति अनुमानवाक्यम्. यथा पूर्वम् उक्तम् अनुमानस्य चत्वारः भागाः सन्ति, पक्षः, साध्यः, साध्यं, हेतुः, दृष्टान्तः. अत्र अनुमानस्य बोधनार्थम् एकः दृष्टान्तः अस्ति. दृष्टान्तः अस्ति पर्वतः वह्निमान् धूमात् यथा महानसम्. न तत् वाक्यं वा भगिनि? वाक्यं परिशीलयाम. पर्वतः पक्षः, किञ्चित् क्लेशः अस्ति. पक्षः इत्युक्ते पर्स्पेक्टिव् इति वा? पक्षः इत्युक्ते सैड् वा? इदमपि पारिभाषिकशब्दः इति चिन्तयामि. अस्तु, सामान्यतः पक्षः इत्युक्ते मतं, सैड् इति भवति यथा वदति. परन्तु अत्र यत्र साधयितुम् इच्छामः इति स्वीकरणीयं. स्थलम् इति वा? स्थलं, हा, पर्वतः पक्षः. अस्तु, पर्वतः पक्षः यत्र साधयितुम् इच्छामः सः पक्षः इत्युक्ते पर्वते साधयितुम् इच्छामः. ओ, एकं दृष्टान्तं स्वीकृत्य तथैव अन्यत्र भवतु इति अस्माकम् इच्छा अस्ति. अत्र यथा महानसे धूमः अस्ति चेत् वह्निः अस्ति इति अहं वयम् अनुभवेन ज्ञातुम् अनुमानेन ज्ञानम् अस्ति अस्माकं. तथैव यदा पर्वते अपि वह्निः अस्ति चेत् तत् धूमः अस्ति चेत् तत्र वह्निः अस्ति एव इति साधयितुम् इच्छामः. पर्वतरूपी पक्षे, पर्वतः पक्षः, अधुना धूमः हेतुः, कारणं, यथा महानसम् इति दृष्टान्तः. यथा महानसम्, अस्तु अस्तु, दृष्टान्तः. महानसम् इत्युक्तौ पाकशालाः. महानसे धूमः अस्ति चेत् वह्निः अस्ति एव इति अस्माकम् अनुभवः, तदर्थं दृष्टान्तत्वेन उपयुज्यते. अस्तु, यत्र अनुभवेन वयं अस्माकं ज्ञानम् अस्ति एव एकस्य अस्तित्वेन अन्यस्य अस्तित्वं निश्चयेन भवति, तत् दृष्टान्तं स्वीकृत्य अन्यत्र अपि तथा साधयितुम् इच्छामः. पाकशालायां तु धूमः अस्ति चेत् वयं जानीमः अनुभवेन वह्निः अस्ति एव, तदर्थम् अयं दृष्टान्तं स्वीकृत्य यदा पर्वते अपि धूमः अस्ति चेत् तत्रापि वह्निः अस्ति एव इति साधयितुम् इच्छामः. अस्य साधनक्रमः एव अनुमानं वा? पर्वते वह्निः अस्ति इति अनुमानम्. इति अनुमानम्. अनुमानं केन आधारेण साधयामः इति भवती उक्तवती एव, दृष्टान्तं स्वीकृत्य अनुमानं साधयितुम् इच्छामः. परन्तु अनुमानवाक्यस्य आकारः एवं भवति, पर्वतः वह्निमान् वस्तुतः पर्वतः वह्निमान् इत्येव अनुमानम् इति चिन्तयामि. परन्तु वाक्यस्य अनुमानवाक्यस्य स्वरूपम् इयमस्ति, तस्य चत्वारः भागाः. वह्निमान् धूमात् यथा महानसं, धूमात् यथा महानसम् अन्तर्भूतः अस्ति वा अनुमानवाक्ये? सत्यं सत्यं. पर्वत वह्निमान् किमर्थं धूमात्? धूमात् तथा तथा किमर्थं वक्तुं शक्नुमः? यतोहि महानसं तथैव अस्ति. अस्तु अस्तु, इति अनुमानवाक्यम्. अग्रे अपि भवती एव पठति वा? तर्हि पर्वतरूपी पक्षे वह्निः साधयामः, यत् साधयामः तत् साध्यम्, अतः अत्र वह्निः साध्यः, धूमः कारणं, महानसं दृष्टान्तः, पक्षः साध्यं, हेतुः दृष्टान्तः इति चत्वारः भागाः अनुमानवाक्ये. अस्तु, पर्वतः पक्षः साध्यमस्ति, पर्वते वह्निः इति साध्यं किल? अस्तु, हेतुः अस्ति धूमः, दृष्टान्तः अस्ति महानसे, यत्र धूमः अस्ति तत्र वह्निः अस्ति एव. अस्तु, इतोपि एकः अंशः अत्र. वयं तु जानीमः कारणकार्यभावः इत्यस्मिन् विषये, हेतुः कारणं किं कार्यं किम् इति जानीमः. धूमः इति कार्यं खलु, वह्निः इति कारणं. वह्नेः कारणेन धूमः भवति, परन्तु अत्र कारणम् अथवा हेतुः धूमः इति उक्तम्. विपरीतत्वेन तर्हि अस्माभिः अवगन्तव्यमस्ति यत् अयं हेतुः अनुमानस्य हेतुः अस्ति, साक्षात् कार्यकारणभावस्य विषये यः हेतुः तथा नास्ति. तावदेव. अग्रे पठति वा? आं भगिनि. प्रकृते आश्रयनाश अजन्यगुणनाशः इति पक्षः यत्र साधयितुम् इच्छामः सः पक्षः समानाधिकरणगुणजन्यः साध्यः. आश्रयनाश अजन्यगुणनाशत्वात् इति हेतुः पाकजरूपनाशनाशवत् इति दृष्टान्तः. यदा पर्वतः तदा आश्रयनाश अजन्यगुणनाशः इत्युक्तौ आश्रयनाशः न जातः, गुणनाशः जातः इति स्थितिः. यथा पर्वते इति स्थितिः अस्मात् अस्याम् अवस्थायाम् आश्रयनाशः अजन्यगुणनाशः इति अवस्थायां हेतुः अस्ति चेत् साध्यम् अवश्यं भवति इति अनुमानं. बहिः साक्षात् न दृष्टः किन्तु साधयितुम् इच्छामः. वह्निः अस्ति इति एवमेव समानाधिकरणगुणजन्यः संयोगनाशः इति साधयितुम् इच्छामः. प्रकृते आश्रयनाश अजन्यगुणनाशः इति पक्षः पक्षः कः इति पक्षः इत्युक्ते पूर्वस्मिन् उदाहरणे पक्षः कः अस्ति स्थलमिति सत्यं उदाहरणे पूर्वस्मिन् उदाहरणे पक्षः कः आसीत् भगिनि पर्वतः खलु सत्यं यथा पर्वतः तथा आश्रयनाशाजन्यगुणनाशः इति पक्षः अग्रे यत्र साधयितुम् इच्छामः सः पक्षः समानाधिकरणगुणजन्यः साध्यः साध्यः इत्युक्ते समानाधिकरणगुणजन्यः अस्माकं ग्रन्थस्य मूलवाक्यं किमस्ति तस्मिन् किं किं पक्षः किं पक्षः किं साध्यम् इति परिशीलनं तावदेव अत्र मूलवाक्ये समानाधिकरणगुणजन्यः इति अस्ति खलु सः साध्यः अग्रे आश्रयनाशजन्यगुणनाशत्वात् इति हेतुः हेतुः इत्युक्ते आश्रयनाश अजन्यगुणनाशत्वात् इति तृतीयपदं सत्यं सत्यं हेतुः इति तृतीयपदं हेतुः अनन्तरं पाकजरूपनाशत्वात् नाशवत् नाशवत् इति दृष्टान्तः वत् इति कदा प्रयोगः भवति यथा तथा इति वक्तुं खलु शिशुवत् शिशुवत् इत्यादिकं यथा शिशुः तथा शिशुवत् इति तर्हि वत् इति यथा यत्र अस्ति इत्युक्ते यथा इति अनुमानवाक्ये यथा इति नपुंसकलिङ्गे वत् इति तद् नास्ति इदं मतुप्रत्ययः हा इव इति चिन्तयतु मतुप्रत्ययः नास्ति अपरः प्रत्ययः शिशुवत् बालवत् इत्यादि हा इव इति दृष्टान्तः उदाहरणम् इत्येव वार्ता तावदेव अस्मिन् परिच्छेदे यथा पर्वतः तथा आश्रयनाशः आजन्यगुणनाशः इत्युक्ते पक्षः इति समीचीनम् अग्रे इत्युक्तौ आश्रयनाशः न जातः गुणनाशः जातः आश्रयनाशः न जातः गुणनाशः जातः इति स्थितिः यदा पर्वते इति स्थितिः अत्र तु पर्वतः पर्वतः इति कश्चन पार्थिवपदार्थः खलु पार्थिवशारीरिकपदार्थः पार्थिवपदार्थः अस्ति परन्तु अत्र किम् आश्रयनाशजन्यगुणनाशः इति स्थितिः स्थितिः अवस्था तदा पर्वते इति यथा वदामः तथैव अस्याम् अवस्थायाम् इति वदामः सप्तमी इति अवस्थायाम् अग्रे अस्याम् अवस्थायाम् आश्रयनाशः अजन्यगुणनाशः इति अवस्थायां हेतुः अस्ति चेत् साध्यम् अवश्यं भवति इति अनुमानम् हेतुः कः आश्रयनाश अजन्यगुणनाशः आश्रयनाशाजन्यगुणनाशत्वात् इति हेतुः पञ्चमी विभक्ति यत्र अस्ति कारणपञ्चमी हेतुः हेतुः अस्ति चेत् साध्यम् अस्ति इति अनुमानं. साध्यं साध्यं किं? यः साधितं तत् साध्यम्. हा, समानादिकरणगुणजन्यः इति साध्यः. हेतुः अस्ति चेत् अयं साध्यः भवति इति अनुमानम्. वह्निः साक्षात् न दृष्टः किन्तु साधयितुम् इच्छामः. वह्निः अस्ति इति एवमेव समानाधिकरणगुणजन्यः संयोगनाशः इति साधयितुम् इच्छामः. एवमेव समानाधिकरणगुणजन्यः संयोगनाशः इति साधयितुम् इच्छामः. अयं साध्यः अस्ति. साध्यः कस्मिन् सन्दर्भे भवति? आश्रयगुणनाशाजन्यगुणनाशः इति सन्दर्भे पक्षे अयं साध्यः भवति. हेतुः अपि च दृष्टान्तः अपि अत्र दृष्टः अस्तु इति. अग्रे सरला एकः प्रश्नः अत्र समानाधिकरणे समानाधिकरणगुणेन गुणः नश्यति इति सर्वदा नास्ति खलु? न, सर्वदा नास्ति. गुणनाशस्य त्रीणि कारणानि. आम् परन्तु अस्तु, मम प्रश्नः अस्ति अत्र सर्वदा भवति चेदेव अनुमानं कर्तुं शक्नुमः गुणेन अन्यगुणजनेन समानाधिकरणगुणेन संयोगनाशः भवति इति. अस्तु, अग्रे पश्यामः, प्रायः आगच्छति. अन्यतमं कारणम् इति चिन्तयितुं शक्नुमः. जयन्ति भगिनि, अत्र तु प्रथमं कारणं यत् दृष्टं समवायिकारणस्य इति, अत्र तु नास्ति. प्रथमं पदमेव पदेन दृश्यते खलु, आश्रयनाशा अजन्य. न न, तत् सर्वं सत्यं. समान समवायिकरणनाशात् निमित्तकरणनाशात् अपि च समानाधिकरणगुणेन खलु. परन्तु एकमेव घटे बहवः गुणाः भवितुम् अर्हति किल. एकस्य गुणेन अन्यः गुणः नश्यति इति सर्वदा नास्ति इति मम तत्तु सत्यमेव. परन्तु जयन्ती भगिन्या यत् उक्तं समवायिकारणनाशात् इति एलिमिनेशन् अभवत्. अस्तु, न न, अत्र अनुमानप्रसङ्गे तदेव स्वीकृतमस्ति खलु आश्रय. अस्तु अस्तु अस्तु अस्तु, किञ्चित् इतोपि भवति. सम्यक् अस्ति भगिनि. अस्तु भगिनि, वस्तुतः समानाधिकरणगुणजन्यत्वं साध्यम् इति वक्तव्यं. समानाधिकरणगुणजन्यसंयोगनाश इति उद्देश्यविधेयभावं साधयितुम् इच्छामः इत्युक्तौ समानाधिकरणगुणजन्यत्वं संयोगनाशे. समानाधिकरणगुणजन्यत्वम् इति साध्यम् आश्रयनाशाजन्यगुणनाश इति पक्ष. तस्मिन् च पक्षे साध्यम् अस्ति इति साधयितुम् इच्छामः. आश्रयनाशाजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं साधयामः. पर्वते वह्निं साधयामः इति यथा तथैव आश्रयनाशजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं नाम संयोगनाशे विभागजन्यत्वं विभागेन जन्यत्वम् अस्ति संयोगनाशे इति कृत्वा समानाधिकरणगुणजन्यत्वं साध्यम्. वयं इदानीं पठितवन्तः प्रथमसोपानमस्ति आश्रयनाशाजन्यगुणनाश इति पक्ष अस्ति अनुमानस्य. तत्र आश्रयनाशेन गुण संयोगनाशगुणः न भवति. वस्तुतः समान द्वितीयसोपानमस्ति समानाधिकरणगुणजन्यत्वम् इति. समानाधिकरणे गुण विभाग जन्यति संयोगनाश. सो अत्र समानाधिकरणगुणजन्यतम् इति तुलना अस्ति साध्यं. तत् साध्यं यथा वह्निः वयं पूर्वं दृष्टवन्तः. समानाधिकुर करणजन्यसंयोगनाश इति उद्देश्य विधेयभावसाधयितुम् इच्छामः. इदानीं समानाधिकुणजन्यसंयोगनाशः विशेषविशेषणभाव उद्देश्यविधेयभावं यदि वयं साधयामः इत्युक्तौ समानाधिकुरण करणगुणजन्यत्वं संयोगनाशे. संयोगनाश यः गुणः अस्ति तस्मिन् भवति संयोगनाशः गुणः नास्ति, नाशः इति अभावः. अस्तु, तावदेव. गुणविभागः अस्ति, सत्यं. गुणः विभागः, संयोगः गुणः, परन्तु संयोगनाशः इति गुणः. तावदेव वदनसमये आगच्छति गुणः इति, प्रायः तथा नास्ति. तावदेव. सो तस्मिन् समानाधिकरणगुणजन्यत्वं संयोगनाशे. सो संयोगनाशे भवति समानाधिकरणगुणजन्यत्वं. समानाधिकरणगुणजन्यत्वम् इति साध्यम् आशयनाशजन्यगुणनाश इति पक्षः. वयं पूर्वं दृष्टवन्तः तस्मिन् च पक्षे साध्यमस्ति इति साधयितुम् इच्छामः. सो आशनाशगुण आशनाशाजन्यगुणनाश इति पक्षे समानाधिकरणगुणजन्यत्वम् इति साध्यमस्ति. आशनाशजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं साधयामः. तस्मिन् अस्ति दुष्भावसमानाधिकरणगुणजन्यत्वं. यथा पर्वते वह्निः साधयामः इति यथा, तथैव आशनाशजन्यगुणनाशे समानाधिकरणगुणजन्यत्वं नाम संयोगनाशे विभागजन्यत्वम् अस्ति. विभागेन जन्यत्वम् अस्ति संयोगनाशे इति कृत्वा समानाधिकरणगुणजन्यत्वं साध्यम्. साध्यं भवति समानाधिकरणगुणजन्यं तस्मिन् भाव समानाधिकरणगुणजन्यत्वं तत् अस्ति विभागजन्यत्वम्. विभागजन्यत्वं, विभागेन जन्यत्वम् इति साध्यं. कुत्र साधयितुमिच्छामः? तत् आश्रयनाशजन्यगुणनाश तस्मिन् तस्मिन् आश्रयनाशाजन्यगुणनाश इत्युक्ते संयोगनाश इत्येव. तर्हि तस्मिन् संयोगनाशे संयोगनाशे विभागजन्यत्वं साधयितुम् इच्छामः. अस्तु, अग्रे जयन्ती भगिनी. आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः यथा धूमः. अत्र प्रकृते किन्तु किञ्चित् वैचित्र्यं वर्तते, यतोहि पर्वतः वह्निमान् धूमात् इत्यस्मिन् पर्वतः इति पक्षः भिन्नवस्तुः, धूमः च तस्मात् भिन्नवस्तुः. परञ्च आश्रयनाशाजन्यगुणनाशः इति पक्षः आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः नाम पुनः तदेव हेतुरूपेण उक्तम्. कुत्रचित् अनुमानेषु तथा भवति, उदाहरणार्थं वह्निः उष्णः वह्नित्वात् नाम वह्नौ उष्णत्वम् अस्ति. किमर्थं? यतोहि तस्मिन् वह्नौ वह्नित्वम् अस्ति. यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् अस्ति इति पूर्वमेव अस्माभिः अनुभूतम्. इदानीं वह्नौ अपि वह्नित्वम् अस्ति इति कारणेन तत्र उष्णत्वम् अपि अस्ति. तर्हि तत्र अनुमानप्रयोगः कथम्? वह्निः उष्णः वह्नित्वात्. अत्र अनुमानस्य परिशीलनसमये अत्र आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः अस्मिन् वाक्ये यत् वयं परिशीलयामः, आश्रयनाशाजन्यगुणनाशत्वात् इति हेतुः इति हेतुः अस्ति. परन्तु पक्षः अस्ति आश्रयनाशाजन्यगुणनाशः इति. तर्हि एकस्मिन् अर्थे पक्षः अपि तु हेतुः अस्ति इति भवति. परन्तु उदाहरण अनुमानवाक्ये यद् दृष्टं, पर्वतः वह्निमान् धूमात् यथा महानासं, तस्मिन् वाक्ये तु हेतुः अस्ति धूमात्, पक्षः अस्ति पर्वतः. भिन्ने पदे हेतुः एकः हेतुः अपरः पक्षः. परन्तु अस्मिन् वाक्ये यत् परिशीलयामः तस्मिन् वाक्ये तु एकस्मिन् अर्थे एव पक्षः अपि तु हेतुः अन्तर्भूतः अस्ति. कथं किमर्थम् इति दत्तम् अस्ति. वाक्यमस्ति वह्निः उष्णः वह्नित्वात् इति इत्यस्य उदाहरणं स्वीकृत्य प्रतिपादितम् अस्ति. वह्नि वह्नौ उष्णत्वम् अस्ति इति अर्थः तस्मिन् वाक्यस्य. यतोहि तस्मिन् वह्नौ वह्नित्वम् अस्ति. यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् अस्ति. भगिनि, इति तात्पर्यं वाक्यस्य यद्भवति पठितवती. इत्युक्ते वह्निः उष्णः वह्नित्वात् इत्यस्य अर्थः अस्ति वह्नि अस्ति, अतः वह्नौ वह्नित्वं, वह्नित्वात् उष्णः अस्ति इति. इत्युक्ते तस्य अपि समीचीनं भगिनि, वह्नित्वम् इति जातिः जातिः अस्ति. जातिकारणात् किमपि गुणम् आरोप्यते तस्मिन्. तथैव अग्रे दीयते प्रायः इति पूर्वमेव अस्माभिः अनुभूतम्. इदानीं वह्नौ अपि वह्नित्वम् अस्ति इति कारणेन तत्र उष्णत्वम् अपि अस्ति. तर्हि तत्र अनुमानप्रयोगः कथं? वह्निः उष्णः वह्नित्वात्. अग्रे अस्मिन् वाक्ये कथं तस्य प्रयोगः जातः इति प्रायः दीयते. परन्तु अत्र उदाहरणरूपेण अन्यत् वाक्यं दत्त्वा वह्निः उष्णः वह्नित्वात् इति दत्त्वा तत्र कथं हेतुः अपि तु पक्षः एकस्मिन् वा पदे अस्ति इति वा भगिनि? सत्यं सत्यं, तावदेव भगिनि. इत्युक्ते आश्रयनाशाजन्यगुणनाशः इति पक्षः, तस्य धर्मः कः? आश्रयनाशाजन्यगुणनाशत्वं नाशत्वम्. आम्, उभावपि एकस्मिन् अनुमानवाक्ये कदाचित् भवति इति अत्र दर्शितम्. इत्युक्ते किं? पर्वतः बृहान् पर्वतत्वात्, तथा किमपि भवितुम् अर्हति इति प्रदर्शनार्थं तावदेव. अस्तु, तर्हि अत्र स्थगयामः। कोऽपि प्रश्नः? प्रश्नाः न सन्ति चेत् विरमामः। शुभरात्रिः। शुभरात्रिः। धन्यवादः। धन्यवादः।